नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रथमं तत्पुरुषसमाससूत्राणि पठित्वा सप्तमी तत्पुरुषसमासस्य कृत्यैरणे इति सूत्रं प्रति गच्छामः। उषा भगिनी पठति वा सूत्राणि? आं भगिनि, आं महोदय। तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च ध्वांक्षेण क्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रासमितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेनानै सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटायुवतिस्तोग कतिपयगृष्टिधेनुवशावेहद्बष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः प्रशंसावचनैश्च युवा खलति फलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः शमणादिभिः चतुष्पातो गर्भिण्या मयूरव्यंसकादयश्च द्वितीयपादः पूर्वापरादरोतरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्टी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः उगतिप्रादयः उपपदम् अतिं अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच। धन्यवादः। अहं न महोदय। अस्तु, तत्पुरुषसमासान्तसूत्राणि। तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः अहस्तर्वैकदेशसङ्ख्यात् पुण्याश्च रात्रेः अहोन्ह एतेभ्यः न सङ्ख्यादे समाहारे उक्तमैकाभ्यां च राजाः सखिभ्यश्च च गोरतद्धिदलुक लुकि अग्राख्यायामुरसः अनेष्मायस्सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्चस्थनः नावोद्विगोः अर्धाश्च कार्याः प्राच्यां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्याम्. धन्यवादः. अत्र सप्तमी तत्पुरुषसमासस्य अन्तर्गतसूत्रमस्ति कृत्यैर्णे. कृत्यै इति कृत्य इति संज्ञा अस्ति सप्त कृत्प्रत्ययानां मिलित्वा. तव्यत् तव्यत् यत् अनियत् क्यप् क्यत् न्यत् केलिमत् इत्यादयः. तस्य ऋणे इति उत्तरपदम् सूचयितुं ऋणे इति सूचकपदार्थमस्ति, सूचकशब्दमस्ति. ऋणे इति किं सूचयति इति कृत्वा कालवाचि शब्दमस्ति उत्तरपदे. यथा ऋणं क्लिष्ट क्लुप्तसमयस्य अन्तर्देयम् इति अस्ति. तत्र देयम् इति न्यत् यत् प्रत्ययः अस्ति इति कृत्वा देयम् इति कृत्यप्रत्ययान्तशब्दमस्ति. तत् उपयुज्य समस्तपदं निर्मीयते चेत् तत्र तत्पुरुषसमासः इति वक्तुं शक्यते. तत् सूत्रं पठित्वा अवलयोकाम. गोमती भगिनी पठति वा ऋणे उद्धारे सप्तं मन्दं पदं यत् प्रत्ययान्तेन. पठामि. चतुर्थबिन्दु ऋणे उद्धारे सप्तम्यन्दं पदं यत् प्रत्ययान्तेन कृत्यप्रत्ययान्तेन सुबन्तेन सह समस्यते सप्तमी तत्पुरुषः च विकल्पेन भवति. कृत्यैर्ऋणे इति सूत्रम्. सप्तम्यन्दं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते तत्पुरुषश्च समासो भवति ऋणे गम्यमाने. अवश्यं भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते. तव्य तव्यत यत् अनियर् त्यप् अन्यत् केलिमर् इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति. अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणमिष्यते, न तु अन्येषामिति उक्तं भाष्ये. ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः. अर्थात् ऋणशब्दः अवश्यं भावितार्थस्य that which is necessary वाचकः भवति. यत् अवश्यं दातव्यम् अवश्यं कर्तव्यं भवति तत् ऋणम् इति उच्यते. ऋणम् इति शब्दस्य ग्रहणं नियोगस्य निश्चितकालस्य उपलक्षणार्थम्. नियोगः नाम निश्चितकालस्य बोधः. यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यं कर्तव्यम् अवश्यं दातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति. यत्र अवश्यं कर्तव्यम् अवश्यं दातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत् प्रत्ययान्तेन सह सप्तम्यन्दस्य पदस्य समासः भवति. कृत्यैः इति बहुवचनम् अत्र विवक्षितं. तच्च ऋणग्रहणस्य नियोग उपलक्षणार्थत्वे प्रकृतिभेदेन कृत्यैः तृतीयान्तं ऋणे सप्तम्यन्तं सुमामन्त्रिते पराङ्गवत्स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कटारात् समासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः, सहसुप इत्यस्य अधिकारः. अत्र सुप इति शब्दस्य वचनपरिमाणं कृत्वा बहुवचने भवति. सप्तमी शौन्दैः इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनुवृत्तिः, विभाषा इत्यस्य अधिकारः, अष्टपुरुषः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः इति सप्तमी विभक्तम् उक्तं सुबन्धं पदं कृत्यैः उक्तं सुबन्धपदैः समस्यते कृत्यप्रत्ययाः सप्त सन्ति तेषु केवलं यत् इति प्रत्ययमेव स्वीकरणीयम् अतः सप्तम्यन्दम् उक्तं सप्तमी विभक्तौ उक्तं पदं यत् प्रत्ययान्तेन यदा समस्यते तदा तत्पुरुषसमासः भवति परन्तु अत्र एकं ऋण इति पदं शब्दः अपि अस्ति ऋण सूचयति तत् लक्षणार्थं तत्र ऋण इति शब्दं भवति ऋण इत्युक्ते अवश्यं करणीयम् अवश्यं दातव्यम् एतस्य अर्थे यदा शब्दः भवति तदा एव तत्पुरुषसमासः भवति अतः अनुवृत्तिसहितसूत्रं पश्यामः चेत् सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषसमासः सप्तमी उक्तं सुबन्धपदं कृत्यैः सुब्भिः यत् कृत्यैः सुब्भिः सह यदा समस्यते ऋणे इत्यर्थे नियत अर्थे आवश्यकं करणीयम् अवश्यं दातव्यम् इति अर्थे ऋणे विभाषा व्यस्तप्रयोगमत् भवति तत्र सप्तमी तत्पुरुषसमासः भवति इति अर्थः भवति सप्तमी सुप् सप्तमी विभक्तौ उक्तं सुप् पदं सुबन्धं कृत्यैः सुब्भिः कृत्यैः इत्युक्त्वा इदानीं यत् प्रत्ययैः उक्तं सुब्भिः सह ऋणे इत्यर्थे ऋणे इति उपलक्षणार्थे दातव्यं कर्तव्यं नियतसमयेन कर्तव्यम् अथवा दातव्यम् इति अर्थः यदा भवति तदा व्यस्तरूपेण सप्तमी तत्पुरुषसमासः भवति इति अनुवृत्तिसहितसूत्रं भवति सम्यक् धन्यवादः धन्यवादः महोदय अवगतं न तत्र अरुणभगिनी पठति वा अस्मिन् सूत्रे सप्तमी इति पदम् आं महोदय अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति इत्यतः तस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इत्युक्ते उपसर्जनसंज्ञा भवति उपसर्जनसंज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति उपसर्जेन पूर्वम् इति सूत्रेण सप्तम्यन्तपदं समासे पूर्वं तिष्ठति वयं पठितवन्तः पुनः पूर्वम् अस्मिन् सप्तमी इति पदं प्रथमाविभक्तौ अस्ति सूत्रे कृत्यैः ऋणे अत्र प्रथमाविभक्तिः अस्ति अतः प्रथमानिर्दिष्टं समास उपसर्जनम् इति संज्ञा भवति तदनन्तरं महोदय क्षम्यते कृत्यैर्ऋणे इस्मिन् सप्तम्यन्तं पदम् अस्ति वा ऋणे इति सप्तम्यन्तपदं महोदय कृत्यैर्ऋणे कृत्यै इति तृतीयबहुवचनम् ऋणे इति इति सप्तमी सुप् इति कुत्र अस्ति सूत्रे अत्र दत्तमस्ति महोदय विवरणस्य तत्र तस्मिन् सप्तमी दत्तमस्ति कृत्यैः इति तृतीयान्तम् उपरि महोदय उपरि वेर् यु आर् शोयिङ्ग् द एरो तस्मिन् उपरि अत्र पश्यतु कृत्यैः तृतीयान्तम् ऋणे सप्तम्यन्तम् अस्ति न ऋणै इति सप्तम्यन्तं किन्तु ऋणे ऋणै इति पदं सूत्रे न समस्तपदे न भवति न तत्तु उपलक्षणार्थम् आगच्छति ऋण इति शब्दम् तत् वक्तव्यं ऋणे इति सप्तम्यन्तपदम् अस्ति चेदपि तस्य उपलक्षणत्वेन यत् पदम् आयाति तस्य सप्तम्यन्तं भवति चेदेव कृत्यै सह विभाषा तत्पुरुषसमासः भवति अवगतं वा न महोदय ऋणे इति ऋणे इति उपलक्षणसूचकवाचकमस्ति पदमस्ति ऋणे कदापि समस्तपदे न उपतिष्ठति किन्तु ऋणे इति उपलक्षणत्वेन यत् पदम् आयाति तस्य सप्तम्यन्तं कृत्यै सह समासः क्रियते ओके बिकास् कृत्यै इस् ऋणे इस् वाट् इस् दट् इट्स् एन् उपपदवाक्यं विच् शोस् दट् अवश्यं दातव्यम् अवश्यं करणीयम् एतानि लक्षयित्वा तस्य ऋणे इति पदस्य स्थापनं कृतमस्ति सूत्रे ओके ऋणे इति पदं स्वयं न तिष्ठति समस्तपदे समस्तपदे ओके इति कारणतः सप्तम्यन्तं पदं किं भवति इति मया तदेव कारणेन पृष्टं सप्तम्य ऋणे यदि सप्तम्यन्तस्थम् अस्ति चेदपि ऋणे इति पदं स्वयं न समासे न तिष्ठति किन्तु ऋणे उपलक्षणत्वेन किमपि पदं सप्तम्यन्तं भवति तत् समस्तपदे उपविशति अग्रिमं पठतु यत् प्रत्ययेन एव नमासा इष्यते इति वाटिकेन प्रकृतसूत्रं यत् प्रत्ययान्तेन सुबन्तेन सह एव भवति न तु अन्येषां कृत्यप्रत्ययानां योगे वार्तिकमस्ति यत् प्रत्ययेन एव समास इष्यते सम्यक् अस्ति मम एकः संशयः अस्ति महोदय अत्र यत् प्रत्ययेनैव समासीष्यते इति वार्तिकेन इति दत्तं पूर्वम् अहं पठितवती भाष्ये इति यदा अहं पठितवती न तदा अहं भाष्ये शब्दं शब्दस्य पठनं कृतवती तु भाष्यं वार्तिकम् अन्यत् अन्यत् अस्ति न वार्तिककारन् पाणिनिना यत् स्पष्टं न कृतं तस्य वार्तिकरूपेण दत्तमस्ति तस्मिन् कानि परिवर्तनानि अपि भवति इति यत् पाणिनिना सूत्रे न स्पष्टं न भवति तत्र वार्तिककारस्य वार्तिकेन अवगन्तुं शक्यते तत्र तदपि भवति इति तत्कारणेन यत् प्रत्ययेन एव समासः इष्यते इति वार्तिकेन वदति किन्तु भाष्यकारेण किम् उक्तं तस्य विवरणं स्पष्टतया दत्तमस्ति वार्तिकारेण किम् उक्तं भाष्य पतञ्जलिना पाणिनिना सूत्रस्य अर्थं किं तयोः समन्वयं कथं भवति इति स्पष्टरूपतया भाष्यकारस्य भाष्ये दत्तमस्ति तदेव भगिनी पूर्वपरिच्छेदे उद्धृतमस्ति इदानीम् अवगतं महोदय इदानीम् अवगतं धन्यवादः पुष्पा भगिनी पठति वा उदाहरणम् आं महोदय एकनिमिष मासे अवश्यं देयम् देयं ऋणं मासे देयं ऋणं मासे देयं ऋणं यत् ऋणं मासे एव अवश्यं प्रातिपदि प्राति प्रतिदापनीयम् इदम् अवश्यं दातव्यम् इत्यस्य उदाहरणं हा मासे अवश्यं ऋणं देयम् इति देयं ऋणं मासे देयम् इति समासः मासे देयं ऋणम् इति अलौकिकवाक्यम् अत्र एकं वक्तुम् इच्छामि मया पूर्वं किमुक्तं सत्यमन्दपदस्य विषये ऋणं समस्तपदे न आयाति अत्र मासे देयम् इति पश्यति चेत् तत्र ऋणस्य ऋणं पदं किं सूचयति इति मासं सूचयति मास अन्तर्गतसमये देयम् इति एकमासं वा द्विमासं वा किमपि मासे द्वेयं देयम् इति मासे इति एकवचनं स्वीकृत्वा एकमासान्तर् एव तस्य दानं करणीयम् इति कृत्वा मासे देयं भवति इति सूत्रे ऋणम् इति अस्ति तत् सप्तम्यन्तम् अस्ति चेदपि तत् समस्तपदे न उपविशति अत्र व्यस्तप्रयोगं पश्यति चेत् मासे देयं ऋणम् इति ऋणस्य बोधक ऋणस्य कारणेन मासे इति पदस्य उपलक्षणं भवति कृत्यप्रति अस्ति देयम् इति योगः वदामि एकमिषम् अवगतं महोदय माता योगः नी योगः देया योगः सु कृत्यै ऋणे इति सूत्रेण समासः विधीयते कृत् तद्धितसमासाश्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा अस्ति सुपो धातुप्रति प्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लुक् भवति स्म परन्तु अत्र तत्पुरुषे कृति बहुलम् इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुक् भवति तत्पुरुषे कृति बहुलम् इति सूत्रेण केवलं पूर्वपदस्य विभक्तेः अलुक् अतः उत्तरपदस्य विभक्तेः लोपः भवति एव देययोगः सु इत्यत्र सु इत्यस्य लोपः भवति सुपो धातुप्रातिपदिकयोः इत्यनेन सूत्रेण मासयोगः नी योगः देय इत्यत्र मासयोगः नी इत्यस्य सुप्रत्ययस्य लुक् न भवति तत्पुरुषे कृति बहुलम् इति सूत्रेण अस्तु अत्र किं वद अल मासयोगः नी योगः देय योगः सु इति किम् अस्ति एतद् महोदय विग्रहवाक्यं मासयोगः नी योगः देय योगः सु तत् कृत्यैर्ऋणे इत्यनेन इति सूत्रेण समासः विधीयते अत्र कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति सुपो धातुप्रातिपदिकयोः इत्यनेन सुप् प्रत्ययस्य लुक् भवति स्म परन्तु तत्पुरुषे कृतिबहुलम् इति सूत्रेण तत्पुरुषे समासे उत्तरपदे सप्तमविभक्ति अलुक् न भवति लुक् न भवति अलुक् भवति तत्पुरुषे कृति बहुलम् इति सूत्रेण पूर्वपदस्य विभक्तेः अलुक् उत्तरपदस्य विभक्तेः लोपः भवति पूर्वपदस्य विभक्ति अस्ति, उत्तरपदस्य विभक्तेः लोपः भवति इति. अत्र देययोगः सु इत्यत्र लोपः भवति सुपप्रातिपदिका धातुप्रातिपदिकयोः इत्यनेन. मासयोगः ङि योगः देय इत्यत्र मासयोगः ङि सुप्रत्ययस्य लुक् न भवति, तत्तु मासे देय. तत्तु नपुंसकलिङ्गात् मासे देयम् इति आगच्छति. धन्यवादः भगिनि. तथा अग्रिमपरिच्छेदमपि पठतु. तदेव तदेव पृच्छामि. सम्प्रति मास सम्प्रति मासयोगः योगः देय आद्गुणः इत्यनेन गुणसन्धिः भवति, मासे देय इति प्रातिपदिकं निष्पन्नम्. अग्रे सुबुत्पत्तिः भूत्वा मासे देय योगः सु, मासे देयम् इति समस्तपदं नपुंसकलिङ्गे इदानीम् उक्तं नपुंसकलिङ्गे भवति, यतोहि देयम् इति पदं ऋणम् इति पदस्य विशेषणम् अस्ति. समासः न भवति चेत् वाक्यं भवति मासे देयं ऋणम् इति विग्रहवाक्यं. तत्तु मासे देयं समासः अस्ति चेत् अत्र ऋणम् इति पदस्य विशेषणम् अस्ति, तत्कारणात् नपुंसकलिङ्गे भवति. तत्तु प्रातिपदिकात् अम्प्रत्ययः न भवति वा नपुंसकलिङ्ग? तत्सुबुत्पत्ति साधारणतया भवति, सुबुत्पत्ति भवति एव. सु सु भवति, सुस्थाने अम् आदेशः भवति इति कृत्वा मासादेय योग अम् आदर्शं भवति, तदनन्तरम् अमिपूर्व इति कारणेन मासदेयं भवति. अपरेणु पठामि देयम् इति तत्र तत् उषाभगिनी पठति. महोदय, देयम् इति पदं कथं निष्पन्नं भवति? दा इति धातुतः यत् प्रत्ययः विधीयते अचोयत् इति सूत्रेण. दायोगः यत् इति स्थिते ईद्यति इति सूत्रेण ईकारः आदेशः भवति. आकारान्तस्य अङ्गस्य यति परे दियोगः य इति स्थिते सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके प्रत्यये परे. देयोगः य भवति देय इति प्रातिपदिकं, तस्मात् देयः देया देयम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. यत् प्रत्ययः सामान्यतया कर्मार्थे भावार्थे च भवति. देयम् इति पदस्य निर्माणं विवरणं दत्तं. तथैव महोदय, तथैव इदानीं बुधवासरे पठामः न, बुधवासरे यत् प्रत्ययः तत्र न्यत् अस्ति कृत्वा नित् कारणेन तत्र तत्रापि तथा एव भगिन्या उक्तं वर्गे नित् अस्ति कृत्वा अचोनिति अधुपदाया दीर्घ इति सूत्रद्वयोः प्रसक्तिः अस्ति. पूर्व तत्र कार्यस्थलं किम् अस्ति इति कृत्वा केन सूत्रेण कार्यं निष्पन्नं भवति इति चिन्तव्यं. तत्र अचोनिति इति कृत्वा सर्वधातुक अर्धधातुकयो अर्धधातुकं भवति, अर्धधातुकेन सर्वधातुक अर्धधातुकयो सूत्रेण इगन्त अङ्गस्य अत्र इगन्त अङ्गमस्ति अतुपदा नास्ति इति कृत्वा अतुपदाय दीर्घ इति सूत्रं न कार्यं करोति, केवलम् अचोनिति इति सूत्रस्य प्रसक्तिः अस्ति. तदेव उक्तं भगिन्या. दा इति धातुतः यत् प्रत्ययः विधीयते. दा इति अजन्तधातु, यत् प्रत्ययः विधीयते अचोयत् इति सूत्रेण. दा योगः यत् इति भवति. ईद्यति इति सूत्रेण ईकारः आदेशः भवति आकारान्तस्य अङ्गस्य यति परे. यत् प्रत्ययः परः अस्ति. दा दकारस्य अनन्तरम् आकारस्य स्थाने ई आदेशः भवति. ईद्यति इति सूत्रेण ईद्यति इति सूत्रेण आकारस्य स्थाने ई भवति. दा इति दी भवति. दी योगः य इति स्थिते दी इति आकार ईकारान्त इगन्त इगन्त अङ्गं भवति. सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. दी दे इति भवति. दे योगः य देय इति प्रातिपदिकं. देय इति प्रातिपदिकं यत् इति कृत्यप्रत्यय अथवा कृत् प्रत्ययः. सो प्रातिपदिकं भवति. प्रातिपदिकं देय इति भवति. देय इति प्रातिपदिकं विशेष्यस्य अनु विशेषस्य लिङ्गं जेण्डर् नम्बर् नम्बर् वचनं वचनम् इति अनुसरति. देयः लिङ्गं वचनं लिङ्गं वचनं अनुसरति. विशेष्यस्य लिङ्गं अण्ड वचनम् अनुसरति. देयः ब्रेन् ट्विस्टर् फार् आल् आफ् अस्. सपोज् ईद्यति इस् नाट् अप्लिकेबल् then prakriya, how will it be the prakriya? Idyati is not applicable. Okay. Idyati is adesha for akara. The akara andasya angasya yati pare. E adesha bhavati kitva di bhavati dirgha ikara. Yadi idyati sutram na bhavati sat sutram eva nasti chet prakriya kadam bhavati. Just a brain twister, eh? It is not it is not actually the case. I just want to tickle our own brain. Da so Vishnu da yoga yat yat but then what will but no what will be the form and the form prakriya kadam bhavati but vivaksha is still deyam. Vivaksha? No, I am not talking about the Vivaksha. So, Idyadi is not coming. Da Yoga Yat. And Yat da, is a Ardha, Yat is a Ardha Dhatuka. Asti, no? Ardha Dhatuka. Yat is Ardha Dhatuka. Guna then can what will come, there, but what guna will be, is, what will, there is no Guna part. Tell me. There. A would still be there. Yeah. So, it will be daya or daya daya daya iti pratipatikam. No, daya it will be dapaya. But dapaya pakara would come only for nich mahodaya. Nyat na, but da is not nyat, right? Da not is akaranta. Yat or nyat, yat or nyat. तत्र अर्ति ह्रीव्लि श्मायि अस्ति न पुग्नौ तत्र न्यत् अस्ति रैट् ऐ एम् जस्ट् थिङ्किङ्ग् दट् वाट् आर् द फार्म्स् विच् आ दीर्घ आकारान्त चेञ्जेस् ऐदर् इट् विल् चेञ्ज् इन् टु एजन्द आर् इफ् इट् इस् नित् अस्ति चेत् then yeah, will pakara will come. Here idyati iti krutva da akarasya dirgha ikara adesha bhavati. I'm just, you know, what are the type of forms it can take to just to recollect our own sutras which are we have studied earlier only for that purpose, because yat and nyat are interchangeable. No, when the moment pa comes, then yat cannot be used, then it has to be nyat. No, हलन्तम् अस्ति भवतु हलन्तम्. No, Mahodaya. Because of net only pa comes. If net is not there, pa will not come. Yeah, that's what you say. So I'm just thinking, what are the ajanta dirgha akarasya, what are the forms which we have studied earlier, just to recollect that. Ajantam bhavati, it's under conditions. Then pakara, netasti chet, nitasti chet, pakarasya agama bhavati. Atra idyadi iti kritva dirgha ikaram bhavati. Just conditions which we are remembering that, that's all. Atabhatu, agripat. सामान्यतया अस्माकम् अवगमनं यत् कृत्यप्रत्ययाः विद्यर्ते आज्ञाते प्रेरणार्थे च प्रयुक्ताः इति परन्तु कृत्यप्रत्ययानां बहवः अर्थाः सन्ति इति ज्ञातव्यम्. सामान्यतया कृत्यप्रत्ययाः कर्मसामान्ये भावसामान्ये वा प्रयुज्यते. स्मर्तव्यं यत् कृत्यप्रत्ययानां विशेष अर्थाः अपि सन्ति इति. विद्यर्थे कृत्यप्रत्ययाः सामान्यतया भावार्थ कर्मार्थ, बट् अदर्स् विशेषण अर्थाः सन्ति एव, अन्यविशेषणार्थाः सन्ति एव कृत्यप्रत्ययाः कृते. विद्यर्थे प्रेरणार्थे च प्रयुक् विद्यर्थे अण्ड् प्रेरणार्थे. ओके, विद्यर्थे इस् आज्ञा. भगिनि, वाट् इस् मीनिङ्ग् आफ् दिस् परिच्छेद इस् दट् द सप्तप्रत्ययास् क्यत् क्यप् तव्यत्तन्य अनियत् न्यत् कैलिमर् इन् द Kritanta Prakriya, it is mentioned that they are used in Bhava Karmanoho, iti Sutra Saida. So, most of the places you will find Bhava Karmano Arte Eva Saptaya Kritya Pratyayanam, general rule of application. Karaniyam means Atnyarte. We have a feeling that Karaniyam. Patitavyam, when we say that, we feel that it is an Atnyarte. Vidyarthe. But what is in this paricheda, what is saying? Smartavyam yat kritapratyayanam vishesha artha api santi. So there are places where it may not be atnyarthe, it will be a ordinary kartari prayoga. Okay. Need not be karma bhava karmanoho iti sujayita sujana na bhavati. Kartari prayoga api यत् प्रत्ययस्य आज्ञार्थं विहित् विना उपयुज्यं कर्तुं शक्यते इति. उदाहरणं दत्तमस्ति, अग्रिमं पठतु. कर्मसामान्ये कृत्यप्रत्ययानां प्रयोगः. कृत्यप्रत्ययाः सकर्मकप्रयोगे कर्मसामान्यं दर्शयितुं प्रयुज्यन्ते. यथा पठनीय, पठ्यते सा. रामेण कथा पठनीया. अस्मिन् वाक्ये आज्ञारूपेण पठनं नेष्यते. अत्र तु कर्मसामान्ये प्रयोगः कृतः. अर्थात् रामेण कथा पठ्यते इति कर्मणि प्रयोगे, रामः कथां पठति इति कर्तरि प्रयोगे. कृत्यप्रत्ययः सकर्मकप्रयोगे कर्मसामान्यं दर्शयितुं प्रयुज्यन्ते. यथा पठनीया इति पठनीया विग्रहवाक्यं पठ्यते सा. ओके, रामेण कथा पठनीया. रामेण कथा पठनीया, पठनीया. ओके, कृत्यप्रत्यय. अस्मिन् वाक्ये आज्ञारूपेण पठनं नेष्यते. अत्र तु कर्मसामान्ये प्रयोगः कृतः. वाक्ये आज्ञारूपेण पठनं नेष्यते, न इष्यते. आज्ञारूपेण न इष्यते. अत्र तु इफ् यु जस्ट् लुक् अट् द स्टेट्मेण्ट्, रामेण कथा पठनीया मीन्स् रामेण कथा अवश्यं पठनीयम् इति मनसि अर्थम् आयाति किन्तु अत्र विवक्षा न ईष्यते केवलं रामः कथां पठति इति कर्तरिप्रयोग एव ईष्यते यतोहि पठनीया इति अनियर् प्रत्ययस्य उल्लेखः अस्ति चेत् अपि तस्य कर्म भावकर्मणोः इति विवक्षा नास्ति केवलं विवक्षा अस्ति कर्तरिप्रयोगस्य ओके आज्ञारूपेण न इष्यते नार्मल् कर्तरि रामः कथां पठति इति कर्तरि प्रयोगे ओके रामेण कथा पठ्यते इति कर्मणि प्रयोगे I was looking at the original, it doesn't say katham, it just says kata. Kata, kata is right. Katham, Ram, katham is the karma padam asti, na? I have, refresh, I think I have to refresh the, this thing. Okay. Yeah. Katham is the dvitiyam vibhakti bhavati, na, kartari prayogi. कर्तरिप्रयोगे बट् ऐ थाट् भगिनी वास् टाकिङ्ग् अबौट् अर्थेन रामेण कथा पठ्यते इस् करेक्ट् कर्मणि प्रयोगे कर्तरिप्रयोगे इन् कर्मणि प्रयोगे 311 अग्रिमं भावसामान्ये कृत्यप्रत्ययानां प्रयोगः कृत्यप्रत्ययाः अकर्मकप्रयोगे भावसामान्यं दर्शयितुं प्रयुज्यन्ते यथा हसनीयं हसनस्य भावः अर्थात् रामेण हसनीयं रामेण हस्यते रामः हसति ओके अकर्मकधातु हस् धातु हसनस्य भावः इष्यते अर्थात् रामेण हसनीयम् इति अनीय रामेण हस्यते इति कर्मणि प्रयोगः रामः हसति इति कर्तरिप्रयोगः सो कृत्यप्रत्ययः अनियकृत्यप्रत्ययः इवन् दो कृत्यप्रत्ययः इस् देर् इट्स् इण्डिकेटिङ्ग् ओन्लि द नार्मल् कर्तरि ओके रामः हस ओके अग्रे पठामि वा महोदय वर्गे वी हैव टेकन इट इन द क्लास पूर्वान्ने गेम आई थॉट वी डिड या ओके वी हैव डन दैट ओके विशेषार्थे तद पठतु विशेषार्थे कृत्यप्रत्ययानां प्रयोगाः विशेषार्थे कृत्यप्रत्ययानां प्रयोगाः कृत्यप्रत्ययानाम् अन्ये अपि अर्थाः सन्ति प्रेषः इति एकः अर्थः प्रेषणं दिशादर्शनं प्रेरणं कार्ये संयोजनं भवता घटः करणीयः प्रेषणं ओके प्रेषणम् इति अर्थं दिशादर्शनं लैक् जस्ट् अन् इण्डिकेशन् ओके भवता घटः करणीयः विधिः आज्ञा भवता स्थातव्यम् अर्थात् भवान् तिष्ठेत् भवता स्थातव्यम् इति भवता स्थातव्यम् इति यु शुड् स्टे हियर् अर्रा अर्थात् भवान् तिष्ठेत् यु शुड् स्टे हियर् या तिष्ठेत् ओके तिष्ठेत् सो प्रेषणं दिस् इस् प्रेषणम् इस् ओन्लि दिशादर्शनं इट्स् अ गैडन्स् See, there is a something, I don't know whether you have heard, there is also called a Preshna Mantram in the Sanyasa Prakriya, Sanyasa Vidhi. That Preshna Mantram is, what it is to, they are giving the Disha for the Sanyasi, this is the way you have to live your life. It is mentioned in that mantra. That they won't hurt anybody, any animal or anything. Yes, yes, any, all those things. Any plant. So that is called Preshna Mantram. You've heard about that. And then, Agnya Vidhi, Bhavata Sthatavyam, Bhavan Tishtet. Okay, that's the Vidhi, Agnya. Okay. अतिसर्गः यथेच्छं कार्यस्य अनुमतिः, भवता क्षीरं पातव्यं, सो अण्ड् देन् एनी अमौण्ट् आफ़् क्षीरं दे केन् ड्रिङ्क् आर् दे केन् नीड् नाट् ड्रिङ्क् दट् कैण्ड् आफ् अनुमतिः. भवता क्षीरं पातव्यं, प्राप्तकालः क्रियायाः उचितसमयप्राप्तेः निर्देशः, बालकेन उत्थातव्यम्. ओके, सूर्यः उदितः सूर्योदयम् अस्ति, सो बालकेन उत्थातव्यम् इति प्राप्तकालः सूचयति. ओके, अण्ड् पूर्वाह्ने गेयम्. In the example of the Pratakala, there is one more statement in the Brahmachari Vritam. That is, Manavaka Surya Darshanam Na Kuryat. Actually speaking, if you listen to that statement, we will feel that Brahmachari should not see the sunrise is the direct meaning for it. Actually speaking is that they should not see the sun which is already risen. Oh, they should have gotten up early. Yeah, to indicate that they should get up before the sun rises. Right? So there is a word, I don't remember the statement. The statement says that the Brahmachari should not see the the rising sun as the first vision when he gets up. Oh, okay. That can be possible only if he gets up before the Suryodaya, no? Well, that's all tough rule, Mahodaya. When Vidyavagini was explaining this, it came to my mind that should I? Then I said, okay, that is praptakala kriyaya. बालकेन उत्थातव्यं, तद् तत्र मानवकेन सूर्यदर्शनं न कुर्यात्, समथिङ्ग् लैक् दट्. पूर्वाह्ने गेयं सामं, सामवेदस्य गेयः भागः. पूर्वाह्ने गेयं सामं दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः. दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः. अधिकारिणी अवश्यं कर्तव्या अस्ति, कर्तव्यतया अस्ति, कर्तव्यता अस्ति. अधिकारिणी अवश्यं कर्तव्यता अस्ति. अधिकारिणा अवश्यं पूर्वाह्ने सामवेदः गातव्यः वेदानुरोधेन. इदम् अवश्यं कर्तव्यम् इत्यस्य उदाहरणं. पूर्वाह्ने गेयम् इस् समस्तपदं. पूर्वाह्ने गेयं सामम् इत्यस्य विशेषणं पूर्वाह्ने गेयम्. पूर्वाह्ने गेयं सामं, दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः. ओके, अधिकारिणी अवश्यं कर्तव्यता अस्ति. दिस् इस् अवश्यं कर्तव्यता. अधिकारिणा अवश्यं पूर्वाह्ने सामवेदः गातव्यः वेदानुरोधेन. इदम् अवश्यं कर्तव्यम् इत्यस्य उदाहरणं. सो द होल् थिङ्ग् कृत्यैरिणे इस् आल् अवश्यं, अवश्यं दातव्यम्, अवश्यं कर्तव्यम् इति सूचना अस्ति. निश्चितकालसूचना अपि अस्ति. सो पूर्वाह्ने इति निश्चितकालसूचना अस्ति. सो पूर्वाह्ने गेयं सामम्. ओके, पूर्वम् अह्नः पूर्वाह्नः दिनस्य आदिमः भागः. अलौकिकविग्रहः पूर्वं, पूर्वयोगः सु, पूर्वयोगः सु, अहन् योगः सु. पूर्वकालैकसर्वजरत् पुराणनवकेवलाः समानाधिकरणेन इति सूत्रेण पूर्वकाल एक सर्व जरत् पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपासः समस्यन्ते, तत्पुरुषश्च समासः भवति. अस्य सम्पूर्णप्रक्रिया अग्रे द्रक्ष्यामः. This sutra is one of the sutras we chant along with that one. Purvakale eka sarva jarat purana nava kevala samana adhikarane. Karanena. Karanena. This sutra is purvakala. No, sir. Only purvakala is now used here. Used. Purvanna iti. So purvanna, purvanha iti patasya nirmanam. पूर्वयोगः सु योगः अहन् योगः सु दिस् इस् समानाधिकरणमस्ति एण्ड् तत्पुरुषसमासः. ओके. एण्ड् पूर्वान्न पूर्णौ पूर्वान्ने गेयं पूर्वान्न योगः ङि योगः गेययोगः सु पूर्वान्ने सप्तमी विभक्ति पूर्वान्न योगः ङि योगः गेययोगः सु कृत्यै ऋणे इति सूत्रेण समासः विधीयते. कृत् तद्धितसमासाश्च इत्यनेन सूत्रेण प्रातिपदिकसंज्ञा. सुपो धातुप्रातिपदिकयोः इत्यनेन सुप्रत्ययस्य लुक् भवति स्म. परन्तु अत्र तत्पुरुषे कृति बहुळम् इति सूत्रेण तत्पुरुषसमासे कृतन्ते उत्तरपदे समस्याः बहुळम् अलुक् भवति. सप्तम्याः ओ तत्पुरुषे कृति बहुळम् इति सूत्रेण तत्पुरुषे समासे कृतन्ते उत्तरपदे सप्तम्याः बहुळम् अलुक् भवति. अतः पूर्वान्नयोगः ङी योगः गेययोगः सु इत्यत्र पूर्वान्नयोगः ङी इत्यस्य सुप्रत्ययस्य लुक् न भवति तत्पुरुषे कृति बहुळम् इति सूत्रेण. तत्पुरुषे कृति बहुळम् इति सूत्रम् उत्तरपदे अधिकारे अस्ति. तदर्थात् पूर्वपदस्य विभक्तिलोपः लुक् न भवति इति सूत्रं वदति. तत्पुरुषे कृति बहुळम् इति सूत्रेण पूर्वपदस्य प्रत्ययस्य लोपः न भवति. Do you remember panchami also we had a similar situation. Aam mohdaya. Remember the sutra? Yeah, that is the beginning of the 6-3. Panchamyah stokadibhyah. Right. That is what is preventing the panchami. Hats off to you for you. Yeah. Tokantika durartha krishranitena. Bagini, I take my hats off for you. You remember all the sutras. Very good. Bagini, that alone is not enough, Bagini. Anyway, Stokantika Durartha Krishrani Tena is the Panchami Tatpurusha Samasa. Tatpurusha. Panchami Stokadibhyah iti अलुक् समासस्य प्रथमसूत्रमस्ति कृत्वा पञ्चमी अन्तं लुक् न भवति. अत्र सप्तमी लुक् न भवति तत्पुरुषे कृति बहुलम् इति षष्ठमध्यायस्य तृतीयपादस्य सूत्रेण. ओके. सो पूर्वान्न योगः ङि इति इत्यस्य द इ अलुक् भवति. ओके. इ इति तिष्ठति. पूर्वान्न योगः ङि अकारः इत् संज्ञा. पूर्वान्नयोगः इ इति योगः गेययोगः सु. ओके. अधुना पूर्वान्नयोगः इ योगः गेय आद्गुणः इत्यनेन गुणसन्धिः भवति. पूर्वान्ने गेय इति भवति. अग्रे सुप् उत्पत्तिः भूत्वा पूर्वान्ने गेययोगः सु पूर्वान्ने गेयम् इति समस्तपदं नपुंसकलिङ्गे भवति. यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति. समासः न भवति चेत् वाक्यं भवति पूर्वान्ने गेयं सामम् इति. I think Bhagini has taught only up to here. This Gayam padam is not been taken, no? Gai iti echanda dhatu Aakam bhavati Atecha upadeshi Atecha upadeshi No, this he has not taken. So, what I'll Ga so, Ga becomes Aijan echanda dhatu bhavati, no? Gai, Ga Gai Yeah. I want to show something here which will help us in understanding one thing. Karmani. See that we have no karmani bhave yak iti pratyayasya. That is the rule. So there are vishesha vidhi and samanya vidhi. It has been divided into two. Let me rotate it. See, karmani bhave cha vishesha vidhi samanya vidhi, if you look at it. And that samanya vidhi, vishesha vidhi is because of the special sutras. That will come second part. In the samanya vidhi, swaranta dhatu, vyanjananta dhatu, that is ajanta dhatu and halanta dhatu. This is the two groups in which bhava yak pratyasya vidhanam. Now here if you look at it, what are the grouping is further done is that in the halanta dhatu, if it is yajati, samprasaranam bhavati, ijyate, uchyate, grahadi gane asti che, samprasaranam bhavati. So, gra becomes grihyate, not grahyate. So, refa becomes rkara. Pra becomes prithyate. Then, the remaining ones, the itara dhatu, other than yajadi and grahadi gana, all, there is no vikara, like patyate, likyate, yak, prutyasya. And you know samprasaranam, right? Ushabhagini? Yes. Then if it is swaranda, ajanda dhatu asti chait, akaranda, dirga akarasya, दीर्घ ईकार आयाति अन्येषां न विकारः दीर्घ आकारस्य. सो देयर हियर इज दैट धा इज धातु बिकम्स ईकार दीर्घ ईकार गुमस्ता गापा जहाति सवाली या सो यक आल्सो इज ए अर्ध धातु प्रक्रिया अर्ध धातु प्रत्यय नो यत् दैट इज राइट. The same sutra is applied here also. Now, ikarantam asti chet, ikarantam ukarantam, what happens is, dirga bhavati. So, chi becomes she, ji becomes ji, stu becomes tu, the dirga tu, because of special sutra. You know. Ikaranta and ukaranta becomes dirga. Dirga. There is sutra, no? Ato yehi dirga or something like that? Ato yehi dirga is for Subanta. Not ato yehi, no. That is for Subanta. There is some sutra for it. Ikaranta, ukaranta, which becomes. The rikaranta, rida adesha bhavati, ring adesha. Ring ngakara, adesha, ri bhavati. So, rikara becomes kri, the opposite of samprasaranam of here. Here, samprasaranam, refa becomes rikara. Here, the opposite is rikara becomes refa. So, kri becomes kri, gri becomes gri. Then, dirga rikara masti chet, atravi dirgam bhavati. Not only that it becomes ikara, idagama, but ing adeshasya dirgam abhi bhavati. Oh, that is Ringshaya Glingshu, I think, yeah. That is Ringshaya Glingshu, and the other one is Akrit Asarva Dhyadikayo Dhirga. Correct. Right. Correct. आकृत असार्वधातुकयोः दीर्घः एण्ड् दिस् इस् रिङ्ग् शयग् लिङ्क्षु रिङ्ग् शयग् सार्वधातुकयोः न असार्वधातुकयोः no no but actual meaning is asar no no the sutra is akrit sarvadadikayoho but actual meaning is akrat akrit asarvadadikayoho because no akrit yakis no yakis not sarvadadika yakara is sarvadatuke yak for the sarvadatika karmani yak किं किं दृष्टति इदानीं सार्वधातुकयोः वा यु नो विच् नम्बर् उषा भगिनी इम्प्रेस् akrit sarvadhatukayo dirgha that is the sutra but the meaning is akrit that's what I have written somewhere yes. akrit asarvadhatukayo akrit gyatkare asarvadhatukayo arvadhatukayo kare asarvadhatukayo ho dirgha kutra asti mahodaya drush can you show it yeah I am sharing it you are not seeing it no. okay one minute he is going to be in trouble now can you see it yes yeah and now we can see yeah akrit sarvadat akrityakare akrityakare akrityakare asarvadadukayakare asada I say asarvadadukayakare cha kingiti padaha किञ्चित् परतः अजन्तस्य अङ्गस्य दीर्घः भवति आं महोदय दीर्घः कम्स् हियर् देन् विशेष थिङ्ग् आर् शीङ्ग् शीङ्ग् दातु संयोगादि दातु उदोष्ट्यात् पूर्वस्य पूर्वत्वे उकारस्य दीर्घः These are all specifically to dhatus only, specific dhatus. But this is the Samanya Vidhi which most of us will have to come across. I just thought because this is the Karmani Bhavecha Yak Pratyaya Bhavati, na? So just I thought I'll share this. So you have put them all separately in a separate PDF? Yeah. Very good. I haven't gone that far, even though, you know, it is all here, but I cannot remember the sutras. Usha Bhagini, I'm impressed. Momshi Bhagini is also getting there. Just like Vidya Bhagini knows every sutra, basically. My goodness. Yeah, Pushpa Bhagini, we need Vidya Bhagini's, many Vidya Bhagini's for tomorrow, no? So Usha Bhagini, Vamsi Bhagini, Gomadi Bhagini, all of them will come one by one. Vyakarana, except me. I cannot teach anything. I'm so backward in everything. But it's okay. I learn and I learn. Bhagini, we all have different strengths. I'm not imparting it to anybody, but I wish I did. Because you see, that's exactly what happened with me, you know, like I felt so bad that I cannot impart my dentistry, you know, I'm an oral surgeon. I cannot impart that anymore. I felt so bad when I stopped practicing and teaching. So this, you know, this I thought I would be able to teach. That's okay. It's all right. Okay, we'll stop here.